क्षत्रियप्रत्ययप्रातिपदिकनिर्माणम् इति अस्माकं विषयः इदानीम् अपि प्रवर्तते. अस्माभिः पठितं यत् ये भ्वादिगण तुदादिगण दिवादिगण अपि च चुरादिगण तत्र विकरणप्रत्यय आगत्य अदन्त अङ्गं भवति, खलु अदन्त अङ्गं भवति. अतः तत्र सर्वत्र सामान्य तत्र सर्वत्र समानकार्यं भवति. किं भवति तत्र अदन्त अङ्गमस्ति, तदनन्तरं क्षत्रिप्रत्ययस्य अत् एव अवशिष्यते. अदन्त अङ्गं योगः अत् अतो गुणे इत्यनेन पररूप अकारः एव तिष्ठति. अतः पठत् भवति, दीव्यत् भवति, लिखत् भवति, अपि च चोरयत् भवति. तर्हि प्रथमं कार्यमस्ति शप् प्रत्ययस्य कृते अङ्गकार्यं, तदनन्तरं शप् प्रत्ययेन सह योजनं, तदनन्तरं क्षत्रिप्रत्ययस्य अत् कृते अङ्गकार्यं किमपि अस्ति चेत् करोतु, तदनन्तरं क्षत्रिप्रत्ययस्य योजनं. तर्हि अत्र शप् प्रत्ययस्य कृते यत् अङ्गकार्यमस्ति तत्तु अस्माकं पूर्वमेव पठितं. तिङ्प्रत्ययानां विषये एव अस्माभिः पठितं. द्वादिगणयोगः शप्, तुदादिगणयोगः श, दिवादिगणयोगः श्यन्, चुरादिगणः योगः शप्. तत्र किं किं कार्यं भवति तद् वयं जानीमः. अङ्गकार्यं वयं जानीमः, अङ्गनिर्माणं वयं जानीमः. अग्रे क्षत्रिप्रत्ययस्य कृते किमपि नूतनकार्यं नास्ति, अदन्तमङ्गमस्ति. केवलम् अतो गुणे सूत्रेण तत्र किं भवति, योजनं भवति. तर्हि एतत् सर्वम् अस्माभिः गतवर्गे पठितम्. इदानीम् अस्माकं अग्रे वयं गच्छामः. तत्र तत्र अस्माकं कुत्र अस्ति चतुर्थकरपत्रं, खलु चतुर्थकरपत्रम् इदानीं भवति. भ्वादिगणे शत्रान्तप्रातिपदिकनिर्माणं तृतीयकरपत्रम् अस्माभिः सम्पूर्णरीत्या पठितं तत्र, खलु किमपि नास्ति गणम् आधारीकृत्य. इदानीं भ्वादिगणस्य विषये पठामः. भ्वादिगणे अस्तु, तर्हि सर्वेषां समीपे करपत्रम् अस्ति खलु, चतुर्थकरपत्रम्? आं महोदय, अस्ति. अस्ति अस्ति अस्ति खलु. तर्हि तत् अस्तु, तर्हि इदानीं पठामः. मीना महोदय पठतु. भ्वादिगणे शत्रन्तप्रातिपदिकनिर्माणम्. शत्रन्तप्रातिपदिकस्य निर्माणप्रक्रिया. शत्रन्तप्रातिपदिकस्य निर्माणार्थं द्वे सोपाने स्तः. प्रथमं विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं, तदा धातुविकरणप्रत्ययोः मेलनं. द्वितीय चतुर्प्रत्ययनिमित्तकम् अङ्गकार्यं, तदा अङ्गशत्रुप्रत्ययोः मेलनम्. मनसि ध्येयं सर्वत्र शत्रुप्रत्ययस्य प्रभावेन एव प्रथमसोपानं शपः विधानं भवति. सर्वत्र शत्रुप्रत्ययस्य प्रभावेनैव प्रथमसोपानं भवति. अतः वस्तुतः क्रमः एवमस्ति. वद्योगः लट् शत्रुविवक्षायां वद्योगः शत्रु तिङ्क्षित् सावधातुकं कर्तृ शप् वद्योगः शप् योगः शत्रु नाम आरम्भतः एव शत्रुप्रत्ययः उपस्थितः. परन्तु द्वितीयसोपाने एव चतुर्प्रत्ययनिमित्तकम् अङ्गकार्यम्. अतः अग्रे गत्वा सौकर्यार्थं तत्रैव शत्रुप्रत्ययः प्रदर्श्यते. इदानीं सोपानद्वयमस्ति, विकरणप्रत्ययः निमित्तकम् अङ्गं, धातुविकरणप्रत्ययनिमित्तकम् अङ्गं किल, यदा तदन्तरं धातुविकरणप्रत्ययमेलनं. विकरणप्रत्यय इत्युक्ते शप् अत्र भ्वादिगणे शप् इति किल. तदनन्तरं द्वितीयसोपानं शत्रुप्रत्ययनिमित्तकम् अङ्गकार्यं, तदा अङ्गं शत्रुप्रत्ययोः मेलनं. तत्र महोदय अहं न अवगतं, तत्र सर्वत्र शत्रुप्रत्ययो प्रभावेन एव प्रथमसमा ओके अतः वस्तुतः क्रमः एवम् अस्ति बद्धयोगः लट् तदनन्तरं शत्रु वा प्रथमं शत्रु तदनन्तरं लट् स्थाने शत्रु भवति तदनन्तरं शत्री अस्ति शित् प्रत्ययः अस्ति अतः सार्वधातुकः अस्ति कर्तृत्वे अस्ति अतः कर्तृशत् इत्यनेन मध्ये शप् भवति इदानीं लट् स्थाने किमर्थं शत्रु भवति महोदय लट् स्थाने किमर्थं शत्रु भवति तदेव शत्रुप्रत्ययस्य अस्ति खलु कार्यम् अस्माभिः पठन् खलु लटः वर्तमान अर्थमेव सूचयति शत्रु प्रथमं लट् आगच्छति लट् वर्तमान अर्थे अस्ति कोऽपि इच्छति चेत् तिङ्गन्तपदं करोतु कोऽपि इच्छति चेत् कृदन्तं करोतु कृदन्तम् इत्युक्ते वर्तमानकाले कृदन्तं प्रक्रिया कृत् प्रत्ययकः शत्रु शत्रु भवति तत्र सूत्रमपि अस्ति खलु एकनिमेषः अहं विस्मृतवान् लटशत्रुशानजोः समानाधिकरणे असमानाधिकरणे कुत्र अस्ति महोदय तर्हि किमपि नास्ति अत्र भिन्नं सामान्यमेव अस्ति प्रत्यय धातुयोगः शप् योगः शत्रि शप् प्रत्ययकृते धातुमध्ये अङ्गकार्यं भवति तदनन्तरं धातु शप् प्रत्ययो मेलनं तदनन्तरं नूतन अङ्गमस्ति धातुयोगः शप् प्रत्ययः तस्मिन् अङ्गकार्यं भवति शत्रिप्रत्ययस्य प्रभावेण तदनन्तरं तत्र मेलनं भवति किमपि नूतनं नास्ति यथा तिङ् मध्ये वयं तिङ्गन्तपदानां कृते यत् अस्माभिः कृतं तदेव अत्रापि अस्ति नूतनसूत्रं किमपि नास्ति अस्तु अग्रे लटः चतुस्थानचौ प्रथमासमानाधिकरणे तदेव द्विती प्रथमे धातुगणसमूहे द्वादौ द्वादिवादौ सुदादौ चुरादौ धातुविकरणप्रत्ययोः मेलनेन यत् अङ्गं निष्पन्नं तत् सदा आगन्तम् ओके सदा आगन्तं विकरणप्रत्ययस्य अन्तिमवर्णः अकारः एव अतः शत्रुप्रत्ययं निमित्तीकृत्य किमपि कार्यं नास्ति अस्य धातुगणसमूहस्य शत्रन्तरूपाणि प्रथमम् अवलोकनीयानि तदा द्वितीयधातुगणसमूहस्य वीक्षामहे यत्र शत्रुप्रत्ययं निमित्तीकृत्य अङ्गकार्यम् अर्हम् तदिदानीं नास्ति किल द्वितीयधातुगणसमूहः अस्ति यत्र अदन्तमङ्गम् अस्ति अनदन्तम् अस्ति वा पठामि वा सर्वे अवगच्छन्ति खलु प्रथमद्वितीयगणसमूहेषु सर्वदा अन्तिम अङ्गम् अदन्तमेव भवति भुवादिगणेश आकारः दिवादिगणे सुदादिगणेश चुरादिगणेश इति तस्मात् कोऽपि कार्यं नास्ति धातुगणसमूहस्य शत्रन्तरूपाणि प्रथमम् अवलोकनीयानि सर्वे अवगच्छन्ति खलु नास्ति चेत् अग्रे गन्तुं शक्नोमि पठामि वा नास्तु धन्यवादः महोदय अग्रे रघुपतिमहोदय पठतु भुवादिगण भुवादिगणे सप्तनवत्युत्तरनवशत दातवः सन्ति सामान्यदातवः येषु धातुषु शपन्निमित्तीकृते किमपि अङ्गकार्यं नास्ति केवलं संयोजनं भवति तत्र चतुष्पञ्चाशदधिकसप्तशतदातवः सन्ति इमे सर्वे दातवः न इगन्ताः न वा युगुपदाः अतः किमपि गुणकार्यमपि नास्ति येषु धातुषु श्रूयते वा महोदय येषु धातुषु अधुपदधातवः इत्युक्ते वद् इव सन्ति तत्र सप्तत्रिंशदधिकद्विशतं सन्ति वदयोग शप् यथा वदयोग शप् अत्र वद इति भवति अनन्तरं तत्र शत्रु इति प्रत्ययः भवति वदयुग अत् तत्र शकारधिकारस्य लोपः भवति वदयुग अत् अते गुणे अतो गुणे इत्यनेन तत्र पूर्वपरयोः एकः पररूपादेशः वदत् तथैव मीलयुग शप् अत्रापि दीर्घ उकारः ईकारः अस्ति उपधायाम् अतः किमपि गुणकार्यं न भवितुमर्हति कुगन्तलघुपदसजि इत्यनेन न भवति अतः मीलयुग शत्र मील् योग अत् मीलत् इति अधोगुण इत्यनेन तथैव मूषयोग शप् अत्रापि दीर्घ उकारान्तः अतः गुणस्य प्रसक्तिः नास्ति पुगन्तलघुवत् इति कृते अतः मूषत् इति भवति ओख् इति अस्ति तत्रापि ओख इति भवति ओखत् इति भवति अत्र अधोगुण इत्यनेन अगि इति इदितो नुम् धातोः अत्र इकारस्य इदित् इदित् अस्ति इकारस्य इत् संज्ञा अतः तत्र नुमागमः भवति इदत् नुम् धातो इत्यनेन तत्र अङ् इति धातुः अनन्तरम् अङ् इति नकारस्य तत्र अनुस्वारः अनुस्वारस्य परसवर्णित अङ् इति भवति अङ् योग शप् अङ्ग इति अनन्तरम् अङ्गत् इति यदा शत्रुप्रत्ययनिर्णयेन अङ्गत् तथैव अग्रे कुञ्च् इति अस्ति उपधायां ञकारः अस्ति अतः गुणस्य प्रसक्तिः नास्ति अतः कुञ्चत् इति भवति तर्हि तथैव अर्च् इति अर्चत् मेध् इति अस्ति अत्र एकारान्तः अस्ति अतः गुणस्य प्रसक्तिः नास्ति मेधयोग अ मेध मेधत् इति शत्रुप्रत्ययस्य मेलनेन मेधत् तथैव वेल्लत् धावत् इति तत्र अधुपददातवः अधुपद क्षम्यता अधुपदातवः तत्र दीर्घ उकारान्त दीर्घ दीर्घ ईकारान् इदुपदः ऊदुपदः इति एते तत्र किमपि कार्यं नास्ति अथवा आकारान्त उपधायाम् आकारान्त उपधायाम् आकारः अस्ति चेत् धावत् इति तत्र सामान्यदातवः किमपि नास्ति इगुपद नव इगुपदा ते नव नव इगन्ताः नव इगुपदाः अथवा इकुपदाः सन्ति अतः एते किमपि कार्यं नास्ति अग्रे नास्ति महोदय अत्र किमपि अङ्गकार्यं नास्ति इति दत्तमस्ति केवलं तत्र वर्णमेलनम् अनन्तरं तत्र अतो किं भवति इगन्तदातूनां कृते तत्र गुणः भवितुमर्हति शपनिमित्तीकृत्य केन पुत्रेण सर्वदातकादातक इत्यनेन इगन्त इगन्तस्य केन सूत्रेण सर्वदातकादातक इत्यनेन शपनिमित्तीकृत्य भवति सार्वधातुक अर्धातुकयोः इति सूत्रेण तत्र भवति इगन्तकृते शप्रत्ययस्य प्रभावेण गुणकार्यं भवति तदनन्तरं जी तत्र जय भवति भू तत्र भव भवति तदनन्तरं केवलं वर्णमेलनं तत्र अधोगुणे इत्यनेन भवत् जयत् इति भवति किमपि नास्ति तत्रापि अस्तु भवानेव पठतु महोदय अस्तु अग्रे पठामि इगन्तदातवः तत्र ऊनचत्वारिंशत् ऊनचत्वारिंशत् दातवः सन्ति श्रूयते वा महोदय आं श्रूयते इक् इति प्रत्याहारः अत्र इ ई उरु येषां धातूनाम् अन्ते ते इगन्तदातवः भ्वादिगणीय इगन्तदातूनां कृते कार्यं सर्वत्र समानं प्रथमकार्यमस्ति विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं तदा धातुविकरणप्रत्ययोः मेलनं तत्र सर्वेषाम् इगन्तदातूनां गुणकार्यं भवति सार्धात्कार्धत्क इत्यनेन जीयोग शप् इदानीं जे भवति जेयोग अ जय इति भवति तत्र यचोय इति सूत्रेण भूयोग शप् भो भवति अनन्तरं तत्र यचो यव चित्रेण भव इति भवति तथैव हृयोग शप् हर् यो हर इति भवति तत्र हर इति भवति दातवन्ति इ चेत् तदा यावन् यान्तावान्तसन्धिः इति उक्तवान् ऋकारान्तः चेत् केवलं वर्णमेलनमस्ति यथा हृ इति अस्ति हर् इति भवति हर्योग हर इति वर्णमेलनं हर इति सार्वत्कादत्कयोः इति सूत्रं वयं जानीमः इगन्तस्य अङ्गस्य एकः गुणः भवति सार्वत्कादत्कप्रत्यये परे इति अस्ति यचोयव तदपि वयं जानीमः एचः इत्युक्ते ए ओ ऐ औ इत्येतेषां स्थाने क्रमेण ऐ अव् आय आव् इत्यादेशः भवन्ति अचिपरे संहितायाम् इति अस्ति, तत्र अचिपरे इति अस्ति, इति अस्ति, तत् सामान्यम् कार्यमस्ति. सूत्रं किमपि नास्ति, एचोयं सामान्यं सूत्रं किमपि नास्ति. तदनन्तरं क्षत्रिप्रत्ययनिमित्तीकृत्यम् अङ्गकार्यं किमपि नास्ति, यतोहि अदन्तमस्ति. तदनन्तरम् अतो गुणे इत्यनेन केवलं पररूपस्य आदेशः भवति. तर्हि जि योगः शप् जय भवति, जययोगः क्षत्रि जयत्, नियोगः शप् नयत्, द्रुयोगः शप् किं भवति द्रवत्, भूयोगः शप् भवत्, ह्रियोगः शप् हरत् इति अस्ति, किमपि नास्ति. अस्तु, प्रश्नः अस्ति वा? न महोदय, अग्रे गच्छन् अग्रे गन्तुं शक्नुमः. धन्यवादः महोदय. विजय महोदय अग्रे करोतु, एजन्त. आं महोदय, एजन्त दातवः एकत्रिंशत् दातवः, एते दातवः इगन्ताः न सन्ति, अतः गुणस्य प्रसङ्गः न भवति, केवलम् एचो यव यवः इत्यनेन यान्तवान्तसन्धिः भूत्वा कार्यं भवति. दे योगः शप् अत्र एकारः अस्ति, दे योगः अ, अत्र एचो यव यवः इति सूत्रेण एकारस्य स्थाने अयादेशः भवति, यद् योगः ऐ योगः, अत्र कर्तरि शप् अस्ति, अत्र अनुबन्धलोपानन्तरम् अकारः एव तिष्ठति. इदानीं दय भवति, दय योगः शत्रु, अत्र अत्येव तिष्ठति अनुबन्धलोपानन्तरम्. इदानीम् अन्तिमरूपं दयत् भवति, तादृशमेव गायत् दावत् इति भवति. अग्रे पठामि वा महोदय? लघु इगु उपदा लघु इक् उपद धातवः अत्र सप्तविंशतिः एकशतम् इति धातवः सन्ति. उपदा नाम अन्तिमवर्णात् प्राक् यः वर्णः सः उपदा इति अस्ति. यस्य धातोः उपदायां लघु इक् इ ऊरु अस्ति, सः लघु इक् उपदधातुः इति भवति. वादिगणीय इग् इग् उपदधातूनां कृते कार्यं सर्वत्र समानमेव. अत्र विकरणप्रत्ययः निमित्तीकृत्य अङ्गकार्यं, तदा धातु विकरणप्रत्ययोः मेलनेन कार्यं भवति. अत्र चित् इति लघु इक् अस्ति, अत्र योगः शप्. इदानीं पुगन्धलघुपदस्य च इत्यनेन इकारस्य स्थाने एकारः भूत्वा चेत् इति भवति. अनन्तरम् अनुबन्धलोपानन्तरं शप् इत्यस्य अकारः एव तिष्ठति. इदानीं चेत इति भवति, तादृशमेव घोष वर्ष इति भवति. अग्रे पठामि वा महोदय? पठतु. द्वितीयबिन्दुः शत्रुप्रत्ययनिमित्तिकम् अङ्गकार्यं, तदा अङ्गम् अङ्गशत्रुप्रत्ययोः मेलनम्, अङ्गशत्रुप्रत्ययोः मेलनं. वादिगणे अङ्ग सदा अदन्तम्, अतः अङ्गकार्यं नास्ति, केवलम् अतो गुणे इत्यनेन पूर्वपरयोः एकः पररूप आदेशः भवति. चित् योगः शप् चेत् भवति, पुगन्धलघुपदस्य च इत्यनेन चेत् योगः शत्रु अत् भवति, चेत योगः अत् अतो गुणे इत्यनेन पूर्वपरयोः पररूपं स्वीकृत्य चेतत् भवति. तादृशमेव पूर्वं दृष्टवन्तः घोषत् वर्षत् इति भवति. अनन्तरं पुगन्धलघुपदस्य च इति वयं जानीमः एव, पुगन्धस्य अङ्गस्य लघु उपदस्य च एकः गुणः भवति, सार्वधातुके अर्धधातुके च प्रत्यये परे लघु इक् एव कार्यं करोति. इदानीम् अनुवृत्तिसहितसूत्रं, पुगन्धलघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुक अर्धधातुकयोः इति. अत्र पुगन्धलघुपदस्य किम् अस्ति विशेषणम् अस्ति किम् अस्ति चेत् अत्र लघु इक् भवितव्यं, परन्तु अत्र इकः गुणः भवति सार्वधातुक अर्धधातुकयोः इत्यनेन अत्र लघु अपि अस्ति दीर्घमपि अस्ति, तत्र गुणः भवति सार्वधातुकम् उपधामध्ये अस्ति. आं महोदय, किमपि तर्हि पश्यतु, किमपि अत्र नूतनं नास्ति, अस्माभिः पठितं पूर्वमेव सर्वत्र, नूतनसूत्रं नास्ति. तर्हि अग्रे गच्छामः. प्रश्नः अस्ति वा कस्यापि? न महोदय, एतत् पूर्वमेव दृष्टवान् जानीमः. इदानीं तत्र अङ्गकार्यमस्ति, तदेव तत्र किञ्चित् तत्र पुनः पुनस्मरणं भवति. दात्वादेशः अस्तु. अग्रे मीना महोदय अग्रे पठतु. विशेषधातवः विशेषदातवः षट्चत्वारिंशत् दातवः. भुवादिगणे केचन दातवः सन्ति येषां विकारः भवति क्षितिप्रत्यये परे. ते अधः सूचिताः अयं विकारः धात्वादेशः इत्युच्यते. धात्वादेशः गम्यं धात्वोः चकारादेशः. इषुगमियमां चः इति सूत्रेण इषुगम्यम् येषां चकारादेशः भवति क्षितिपरे. अलोन्त्यस्य इत्यनेन चकारः आदेशः अन्तिमवर्णस्य स्थाने, न तु पूर्णधातोः स्थाने. इषुश्च गमिश्च यं च तेषाम् इतरेतर द्वन्द्वः. इषुगमीयमः तेषाम् इषुगमीयमाम् इषुगमीयमां षष्ट्यन्तं छः प्रथमान्तं द्विपदमिदं सूत्रं. महोदय परिचितसूत्रमस्ति, परिचितसूत्रमस्ति चेत् केवलं प्रथमवाक्यम् अनुवृत्तिसहितसूत्रं पठतु. अनुवृत्तिसहितसूत्रम् इषुगमियमाम् अङ्गस्य छः शिति. गम् गच्छ भवति, यं यच्छ गच्छति, यं यच्छ यच्छति भवति केवलं शितिपरे इति ध्येयम्. अतः गच्छति परन्तु गमिष्यति, तत्र प्रत्ययः अस्ति, शित् नास्ति, तस्मात् यच्छति परन्तु यमिष्यति इति. इष् धातुः इच्छति सुधादिगणे वर्तते, अतः तस्य सूचना अत्र न दीयते. तर्हि पश्यतु इषु गम्यमां सह पठितं सूत्रमस्ति. इष् गम् यं धातूनां कृते षित् प्रत्ययः परे तेषां छकारादेशः भवति. अलोन्त्यस्य इत्यनेन अन्तिमस्य एव भवति. गम् योगः गम् अस्ति षित् प्रत्यये परे, तत्र गम् योगः शप् शप् षित् अस्ति, अतः शप् प्रत्यये परे मकारस्थाने चकारः भवति. ग छ योगः शप् तथैव यं योगः शप् य छ योगः शप्. इदानीं कोऽपि वदतु चकारः मध्ये कुतः आगच्छति? ह्रस्वस्य तुक् इति तत्र तुगागमः भवति अनन्तरं केन सूत्रेण न छे च इत्यनेन किं भवति? तुक् आगमः भवति तिष्ठति. अनन्तरं तत् स्थाने स्तोः चुना चुगु इत्यनेन प्रथमचकारः भूत्वा गच्छ इति अन्तिमरूपं भवति. बहु उत्तमं. तर्हि ग छ इति अस्ति, ग गकारः ह्रस्व अकारः चकारः, ते ह्रस्व अकारानन्तरं चकारः अस्ति चेत् चकारस्य तुक् आगमः भवति. नाम ह्रस्वस्य तुक् अतः ह्रस्वस्य तुक् अतः ह्रस्वस्वरात् तुक् आगमः, न तु कित् अस्ति खलु सामान्यतः अन्ते भवति. नाम उक्तमस्ति एकनिमिषं. सूत्रं किं भवति? छेच इत्यनेन छकारे परे ह्रस्व अकारस्य तुक् आगमः भवति. अत्र ग छ अस्ति, ह्रस्व अकारः योगः छकारः अस्ति, छकारे परे ह्रस्व अकारस्य तुक् आगमः, अकारस्य तुक् आगमः. तुक् इत्यनेन कित् अस्ति, कित् कित् अस्ति अत्यः आद्यन्तौ टकितौ इत्यनेन यस्य आगमः तस्यानन्तरं भवति, अतः अकारात् अनन्तरं भवति. अतः ग अ तुक् तत्र त छ किं भवति? ग त छ. इदानीं यथा विजयमहोदयाया उक्तं तकारचकारयोः मेलनं भवति, अतः स्तोः चुनाचोः इत्यनेन तकारस्य सह चकारः भवति. गच्छ इति भवति, यच्छ इति भवति इति अस्ति. सर्वे आगच्छन्ति खलु? आम् महोदय. आम् आम् महोदय. अस्तु, तर्हि एतदपि अस्माभिः पठितं. तदनन्तरं गच्छ इति अङ्गं गच्छत् इति भवति शतन्त्रप्रातिपदिकं, यच्छत् इति शतन्त्रप्रातिपदिकम् इति अस्ति। अग्रे पा आदिधातूनां धात्वादेशः, अग्रे पठतु, इतस्त्रमपि अस्माभिः पठितु। पा आदिधातूनां धात्वादेशः पा घ्रा ध्वा सा मना दान् दृशि अर्थि सर्थि सद सदां पिबग्भ्य पिबजिग्र धम तिष्ठ मन यच्च पश्य ऋच्च धौषीय सीदाः। तत्र अनुमृतिसहितसूत्रं पाग्रात्मास्ताम्नादां दृशि अप्ति सर्ति सद सदाम् अङ्गस्य पिब जिग्र धम तिष्ठ मन यच्च पश्य ऋच्च धौषीय सीदाः क्षितिपरे भवति धातु आदेशः। पा योगः शप् पिब भवति, पिबयोगः अ अथ अतो गुणे पूर्व पररूप आदेशः पिब पिब, तदनन्तरम् अत् शत्रुप्रत्ययः, तदनन्तरम् अतो गुणे सूत्रेण पिबत् भवति। घ्रा शप् जिघ्र योगः शप् प्रत्ययः, अतो गुणे जिघ्र एव तिष्ठति, जिघ्रयोगः शत्रुप्रत्ययः अत् तदनन्तरम् अतो गुणे जिघ्रत्। तस्मात् द्वा धमत् सा तिष्ठत् म्ना मनत् दान् यच्छत्, तत्र शप् शप् दान् शप् योगे यच्छ यच्छ भवति, अतो गुणे यच्छ तदनन्तरम् अतो गुणे दृश्य पश्यत् ऋच्छत् शृ धावत् सृ धौ भवति धातु आदेशः, दा धौ अ धाव तत्र एचो यावः तदनन्तरम् अतो गुणे धाव अत् धावत् भवति। देन् सत् शीय इति धातु आदेशः, अतो गुणे शीय शीय अत्र आत्मनेपदं तस्मात् सानच् भवति, शीय आन आने मुख् तत्र नूतनसूत्रमिति चिन्तयामि, सीयमान भवति इत्यनेन आने परे अदन्ताङ्गस्य मुक् आगमः शीयमान शीयमान। सद् शप् सीद इति धात्वादेशः, सीद अ अतो गुणे सीद एव, सीद योगः शत्रु अतो गुणे सीदत्। देयं यत् सत् सृ धातोः स्थाने धौ आदेशः भवति तदा यथा तुरन् इत्यर्थे अस्ति, न तु टु गो टु फ्लो इत्यर्थे। पठामि वा महोदय, श्रूयते वा? नूतनम् एकमेव अस्ति, षद् आने षद् योगः, षद् योगः शीय षद् अस्ति, षद् योगः शप् षद् स्थाने शीय भवति, शीय योगः षद् योगः शप् भवति, शीययोगः अतो गुणे इत्यनेन शीय इति अङ्गम्, इदानीम् आत्मनेपदम् अस्ति अतः शत्रु न भवति शानज् भवति, शीययोगः आन, इदानीं शीययोगः आन शीयान इति न भवति, परन्तु आने मुक् इति एकम् अस्ति, आने मुक् इत्यनेन किम् अस्ति नाम आन आनप्रत्यये आनपरे अस्ति चेत्, आन इत्युक्ते शानज् आनपरे अस्ति चेत् मुक् आगमः भवति, कस्य अदन्ताङ्गस्य अदन्त अग्रे आन अस्ति नाम शानस् प्रत्यय पूर्वम् अदन्तमङ्गम् अस्ति चेत् तस्य मुक् आगमः भवति, तर्हि शीययोगः आन तत्र शीय अदन्तमस्ति खलु, शीय अदन्तमस्ति तस्मात् अनन्तरम् आन अस्ति, अतः अदन्त अङ्गस्य मुक् आगमः भवति, मुक् इति कित् अस्ति अतः अन्ते भवति, शीययोगः मा शीययोगः म इति भवति, शीयम् इति भवति, तर्हि शीयं योगः आन शीयमान इति भवति, तथैव सेव अस्ति खलु सेव सेवयोगः शानच् सेवमान, वृत् योगः शानच् वर्तमान, सर्वत्र मकारः आगच्छति केन सूत्रेण आने मुक् इति अस्ति। पठामि वा? इत्यनेन स्थाने अनुबन्धलोपानन्तरं मकारः एव तिष्ठति. मकार यो अनन्तरम् आन इति योजनेन मान इति भवति क्षीयमान अदन्त अङ्गस्य आगमः भवति, न तु प्रत्ययस्य आगमः. अतः क्षीययोगः मान इति न उक्त्वा क्षीयं योगः आन इति वक्तव्यम्. अद् वर्णमेलनेन क्षीयमान. अस्तु महोदय, धन्यवादः. अस्तु, सर्वे अवगच्छन्ति? आम् महोदय. प्रश्ने वा? न, अस्तु महोदय. रघुपति महोदय अग्रे. हा, एकनिमिषम्. हा, अस्तु अग्रे. दंश, सञ्ज, स्वञ्ज, रञ्जि इत्येतेषां न लोपः. दंश, सञ्ज, सञ्जां, शपि. दंश, सञ्ज, स्वञ्ज एतेषां उपादायं सिद्धस्य नकारस्य लोपः भवति शपि परे. यथा दंश्योगः शप् इति अस्ति, अत्र मूले नकारः अस्ति, अनन्तरं तदनुसारः भवति. दंश् इत्यस्य दश इति भवति, दशयोग अ दश, दशयोगात् दशत्. तथैव सञ्ज् इत्यस्य सज् सज् योग अ सज, सजयोगात् सजत्. तथैव स्वञ्ज् इति अस्ति, तत्र नकारः अस्ति मूले उपादायां, तस्य इदानीं तत्र लोपः भवति शपि परे. अतः स्वञ्ज् इत्यस्य स्वञ्ज् इत्यस्य स्वज्, तत्र स्वज् इति प्रायः तत् आसनपद्ये अस्ति, अतः शानच् भवति. तत्रापि स्वज, स्वजान इति स्वज इति स्वज स्वज स्वज स्वज स्वजमान वा आने मुक् इत्यनेन स्वज इति स्वजमान एव. रञ्जे तत्र नूतनसूत्रमस्ति, उपादायां नकारस्य लोपः भवति शपि परे इति अस्ति तत्र, अत्र तिषु स्थलेषु इति अस्ति. अस्तु, तर्हि पश्यतु इदानीं समाप्तं प्रवादिगणं. रञ्जेश्च इति पठितं, रञ्जेश्च अपि अस्ति रञ्जिधातोः, रञ्जेश्च अपि रञ्जिधातोः अपि नकारस्य लोपः भवति शपि परे. रञ्जयोग शप् तत्र रज इति भवति, रजयोगात् रजत्. भुवादिगणे केषाञ्चित् धातूनां विकरणप्रत्ययः विकल्पः, कुत्रचित् विकल्पेन श, कुत्रचित् विकल्पेन श्नु, कुत्रचित् विकल्पेन उ, कुत्रचित् द्वित्वं सनन्त इव, कुत्रचित् अय चुरादि इव, कुत्रचित् विकल्पेन शन्. सूत्राणि दीक्षितपुष्पाय धातुपाठपुस्तके अस्ति. तत्र वयं भुवादिगणे वयं पठितवन्तः अपि, तत्र कुत्र कुत्र भवति इति अपि पठितवन्तः तेषां कृते. तर्हि पश्यतु, यदि भवादिगणस्य तिङन्तपदनिर्माणप्रक्रिया यदि वयं स्मरामः, तर्हि शप्रत्ययस्य कृते किमपि नूतनं नास्ति. अङ्गकार्यं यत् एकवारम् अङ्गम् निष्पन्नं, तदनन्तरं शप् मध्ये अतोगुणे इत्यनेन योजनं भवति, अतः किमपि नूतनं नास्ति. तदेव अत्र अष्टाध्याय्याः वैलक्ष्यं, किमपि नूतनं नास्ति. भवादिगणः समाप्तम्. अस्तु, अग्रे गच्छामः. पञ्चमकरपत्रं तुगादिगणः अस्ति खलु? न, किमस्ति? दिवादिगणः. एकनिमिषः, कुत्र अस्ति? हा, पञ्च दिवादिगणे शत्रन्तपदनिर्माणम्. अत्रापि किमपि, अत्रापि किमपि नूतनं न भविष्यति. पश्यतु, अस्तु करोतु महोदय, रघुपतिमहोदय. अस्तु, दिवादिगणे शत्रन्तप्रातिपदिकनिर्माणम् अस्ति. शत्रन्तप्रातिपदिकस्य निर्माणार्थं द्वे सोपानि स्तः. प्रथमं सोपानं विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं, तदा धातुविकरणप्रत्ययः मेलनं. शत्रुप्रत्ययनिमित्तकम् अङ्गकार्यं, तदा अङ्गप्रत्ययोः शत्रुप्रत्ययोः मेलनं. शत्रुप्रत्ययः शित् इति कारणतः तिंशित् सार्वधातुकम् इति सूत्रेण सार्वधातुकप्रत्ययः. शत्रुप्रत्ययः नित्यं कर्तृत्वे च. दिवादिगणे कर्तृत्वे सार्वधातुकप्रत्यये परे धातुभ्यः षण् विकरणप्रत्ययः विहितः अस्ति. वस्तुतः प्रथमं कर्तरे शप् इत्यनेन शप् विहितः, तदा कर्तरे शप् इति सूत्रं प्रबाध्य दिवादिभ्यः षण् इति आगत्य कार्यं करोति. किमर्थम्? अस्यां दशायां दिवादिभ्यः षण् स्वस्य कार्यं न करोति चेत् इदं सूत्रं निरवकाशं भविष्यति. कर्तरिषप् इत्यस्य अन्यत्र अर्धावकाशः अस्ति, अतः दिवादिभ्यः षन् कर्तरिषप् इत्यस्य अपवाद कर्तरिषप् इत्यस्य अपवादभूतसूत्रमस्ति। पूर्वपरनित्यान्तरङ्ग अपवादानाम् उत्तरोत्तरं वरीयः इति परिभाषायाः परिभाषया यत् सूत्रम् अपवादः अस्ति तत् अपरस्य अपेक्षया बलवत्, अतः अत्र दिवादिप्यशन् इति सूत्रस्य कार्यं सिद्ध्यति। अत्र दिवादिप्यशन् इति किमर्थं भवति, कत्तरिषप्रबाध्य इति दत्तमस्ति, तत्र अपवादत्वेन कार्यं करोति इति अस्ति। दिवादिप्यशन् कर्तृत्वे साधत्वे प्रत्यये अस्ति चेत् दिवादिगणे स्थितेभ्यः धातुभ्यः षन् प्रत्ययः भवति। अनुवृत्तिसूत्रमस्ति कर्तरि सार्वधातुके दिवादिभ्यः धातुभ्यः परश्च षन् प्रत्ययः। कर्तरि शप् अत्र कर्तरि सार्वधातुके धातोः परश्च शप् प्रत्ययः। अयं षन् प्रत्ययः षित् अतः अनेन गुणकार्यं विहितं यत्र यत्र सशक्तं, परन्तु षन् अपित् अतः सार्वधातुकम् अपित् इति सूत्रेण नित्वत् नित्वत् अतः नीति च इति कारणतः यत्र यत्र गुणकार्यं विहितं तत्र तत्र निषिद्धं किम्। तत्र षन् इति अस्ति शित अस्ति, यद्यपि शित अस्ति परन्तु अपित् अस्ति, अतः नित्वत् कार्यं करोति, अतः गुणकार्यं न भवति। यतः सार्धकम् अपित् नीति च इति सूत्राभ्यां तत्र गुणकार्यं निषिद्धमस्ति। अपित्वत् इति अत्र अपित् नित्वत् इति अस्ति अतिदेशसूत्रमस्ति, अनन्तरं निषेधसूत्रमस्ति गुणवृद्धिः न इति इत्यनेन। अतः वयं जानीमः षन् इति षन् इत्यत्र गुणकार्यं न भवति, यथा शप् यथा वयं दृष्टवन्तः तत्र अत्र न भवति, यद्यपि इगन्त अथवा लघु उपादायाम् अस्ति चेदपि गुणकार्यं न भवति। आं महोदय, एतत् पूर्वमेव जानीमः खलु। तर्हि षन् प्रत्ययः अपित् अस्ति, अपित् अस्ति, अतः तत्र किमपि तत्र नास्ति। किं निद्वत् भवति, गुणकार्यं नास्ति, नित्वत् भवति, सार्वधातुकम् अपित् इत्यनेन नित्वत् भवति, तत्र किमपि न भवति। अस्तु अग्रे, इदानीं विजया महोदय पठतु, प्रश्नः उदेति। प्रश्नः उदेति यत् श्यन् प्रत्ययस्य आगमनात् प्राक् एव किमर्थं न गुणकार्यं भवतु, यथा दिव् धातुः योगः शत्रु तु षित्, अतः अनेन किमर्थं न गुणः। उत्तरमस्ति यत् शत्रु अस्ति अपित् किल, अतः अत्रापि गुणकार्यं निषिद्धम्। अन्यच्च तिङ् प्रसङ्गे अपि यत्र प्रत्ययः पित् अस्ति, यथा पित् यथा तिप् प्रत्ययः तत्रापि न अर्हति गुणकार्यं। शनः विधानं नित्यं, तिपः गुणकार्यम् अनित्यम् इति कारणम्। अतः तत्र किमपि कार्यं नास्ति। दिव् इति उदाहरणरूपेण धातुः स्वीकुर्मः चेत् अत्र शत्रुयोजनेन अत्रापि तत्र गुणनिषेधः भवति, षित् अत्र भवति अपि, तादृशमेव शत्रु अपि अपित् किल, तत्र किमपि गुणकार्यं निषिद्धं भवति चेत् अत्र तिप् प्रत्ययः अस्ति, पित् यथा तिप् प्रत्ययः अस्ति तत्रापि न अर्हति एव गुणकार्यम्। अतः शनः विधानं नित्यं, तिपः गुणकार्यम् अनित्यम् इति कारणं भवति अत्र। अग्रे पठामि वा महोदय? तर्हि आहत्य दिवादिगणे शत्रुप्रत्यये परे शन् विहितः, शन् च नित्वत् भवति, अस्य एकः परिणामः गुणनिषेधः। परन्तु प्रत्ययस्य नित्वत् च भवनेन केवलं गुणनिषेधः सिद्धः इति न, तस्य अनेकप्रभावाः सन्ति, तेषु त्रयः प्रमुखाः अधोलिखिताः। अत्र यः कोऽपि प्रत्ययः कित् नित् वा भवति तं प्रत्ययं निमित्तीकृत्य पूर्वं स्थितम् अङ्गे यथा सङ्गं त्रीणि विशिष्टकार्याणि प्रवर्तनीयानि प्रथमबिन्दुः अङ्गान्ते उपधायां च युकः गुणः निषिद्धः उपधायाः अस्ति चेत् अत्र युकः गुणः निषिद्धः दिवादौ पि योगः शन् अत्र योगः ते पीयते इति भवति शन् अनुबन्धलोपानन्तरं यकारः एव तिष्ठति पि योगः अयोगः ते इति पुष् योगः शन् अस्ति चेत् अत्रापि पुष्यति इति पुष् योगः शन् योगः शत्रु पुष्यत् इति भवति अत्र निति च इति गुणनिषेधः भवति य उपधायाः युकः अस्ति अपि निति च इत्यनेन गुणनिषेधः भवति द्वितीयबिन्दुः अनिदित् धातूनाम् उपधायां नक इन् लोपः येषां धातूनां इत् रस्म इकारः इत् संयोगः नास्ति तेषां धातूनाम् उपधायां नकारः अस्ति चेत् तस्य लोपः भवति ब्रंश् योगः शन् योगः ति भवति अत्र नकारस्य लोपः भूत्वा अत्र ब्रंश्यति इति भवति ब्रंश् योगः शन् योगः शत्रु अस्ति चेत् अपि अत्र नकारस्य लोपः भूत्वा ब्रंश्यत् इति शत्रुअन्तपदं निष्पन्नं तृतीयबिन्दुः सम्प्रसारणीनां धातूनां सम्प्रसारणं यन् स्थाने एकः आदेशः भवति यन् स्थाने यथा भवति तस्य विपरीतक्रमः किति निति प्रत्यये परे व्यद् योगः शन् योगः ति अत्र यकारस्य स्थाने इकारः भूत्वा विद्यते इति भवति व्यद् योगः शन् योगः शत्रु अत्रापि यकारस्य स्थाने इकारः भूत्वा विद्यत् इति भवति ग्रहीजा वयि व्यधि वष्टि विचति वृच्छति पृच्छति बृजतीनां निति च इति सूत्रेण अत्र परिगणितधातुः अस्ति तत्र कार्यं सम्प्रसारिणी भवति अन्यानि कितनित् निमित्तिकानि कार्याणि यथासङ्गं वक्ष्यन्ते समीचीनं वा महोदय अत्र किमपि मया उक्तम् एव अत्र अनिदित् धातु भवती उक्तवती ब्रंशत् इति न तु न तत् नास्ति खलु ब्रश्यत् इति खलु अनिदित् धातु अस्ति खलु ब्रंश् इति अतः ब्रश्यत् इति भवति लोपः भवति खलु महोदय उपधायं नकारः अस्ति चेत् अपि अत्र अत्र किं प्रश्नः न भवती उक्तवती ब्रंशत् इति उक्तवती न तद् नास्ति खलु ब्रश्यत् इति नकारस्य लोपः ब्रश्यत् ब्रश्यति लट्रूपं ब्रश्यति इति भवति शत्रुवत् शत्रान्तपदं ब्रश्यति इति भवति नकारस्य लोपः भवति अनिदिताम् इति धातूनाम् उपधायां यदा नकारः तिष्ठति तत् लोपः भूत्वा अत्र नकारस्य लोपः भूत्वा कार्यं करोति एतत् द्वितीयबिन्दुः एतत् सर्वं मया उक्तमेव खलु महोदय आमां तत् प्रायः तत्र अनगान्तया ब्रंशति इति अहं श्रुतवान् प्रायः तत्र ब्रश्यति इति उक्तवती अग्रे पठामि वा मीनां भगिनी क्रमः वा महोदय अहं पठामि वा आम् आं भवत्याः क्रमः एव अन्यानि कित् ङित् निमित्तकानि कार्याणि यथासङ्गं वक्ष्यन्ते आहत्य यथा सामान्यं शत्रुप्रत्यये परे अस्माकं सोपानद्वयं प्रवर्तनीयं विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं तदा धातृकरणप्रत्ययोः मेलनं शत्रुप्रत्ययनिमित्तकम् अङ्गकार्यं तदा अङ्गशत्रुप्रत्ययोः मेलनं दिवादिगणे उपयुक्तानि श्यन् निमित्तकानि कार्याणि प्रथमसोपाने भवन्ति यथास्थानं द्वितीयसोपाने अङ्गम् अदन्तम् अतः अङ्गकार्यं गुणकार्यं नास्ति वर्णनिमित्तकं कार्यम् अस्ति यथा सामान्यम् अतो गुणे इत्यनेन एतत् सर्वं कथं भवति इति अग्रे पश्येम. प्रथमतया धातूनाम् आयोजनशैली एकवारं स्मारणीया. धातूनाम् आयोजनशैली एकस्मिन् पाठे अनया शैल्या धातूनां चिन्तनं प्रवर्तिष्यते. धातवः चतुर्दशविधाः. वयं जानीमः यत् पाणिनेः सूत्राणि आधारीकृत्य प्रातिपदिकानि तदन्तपदम् अनुसृत्य आयोजितानि. पाणिनेः सूत्राणि आधारीकृत्य प्रातिपदिकानि तदन्तपदम् अनुसृत्य आयोजितानि. पुंसि अकारान्तशब्दाः देव इव, इकारान्तशब्दाः मुनि इव, उकारान्तशब्दः गुरु इव, ऋकारान्तशब्दः कर्तृ इव. स्त्रियां लता नदी मति धेनु मातृ क्लीबे क्लीबे वनमधु वारि अपि तथा. नामदेवशब्दाः बहूनां शब्दानां प्रतिनिधिः. अतः देवशब्दं जानीमश्चेत् बहून् शब्दान् जानीमः एव. अपि च प्रक्रियादृष्ट्या सिद्धान्तकौमुद्यां प्रातिपदिकानां कृते तादृशी व्यवस्था अस्ति एव. रामशब्दस्य व्युत्पत्तिः प्रदर्शिता. इयं च व्युत्पत्तिः सर्वेषाम् अकारान्तपुंसि पुल्लिङ्गशब्दानां कृते प्रतिनिधिः. तथैव अग्रेपि सर्वेषां प्रातिपदिकानां कृते इति. तत्र धातु चतुर्विधाः इति अस्ति. प्रथमम् अकारान्त पुल्लिङ्ग अकारान्तशब्दाः, इकारान्तशब्दाः, उकारान्त अपि च ऋकारान्तशब्दाः. स्त्रियाम् आकारान्त ईकारान्त अपि च मति शब्दम्. उकारान्तस्त्रीलङ् धेनु मातृ नपुंसकलिङ्गे वन मधु इति सादृशं. नामदेवशब्दाः बहूनां शब्दानाम् अस्ति सन्ति. देवशब्दं एकशब्दं जानीमः चेत् सर्वत्र समानप्रक्रिया एव भवति. तादृशमेव किल. तथैव सर्वेषां प्रातिपदिकानां कृते इति. अग्रे पठामि वा? परन्तु यद्यपि धातूनां कृते अपि पाणिनीयसूत्राणि तथैव व्यवस्थितापीतानि, तथापि एतावता केनापि तादृशम् आयोजनं न कृतम्. तथापि एतावता केनापि तादृशम् आयोजनं न कृतम्, न सिद्धान्तकौम्यां न वा अन्यत्र. अधुना एव प्रथमवारम् ऐतिहासिकी पद्धतिः अक्रियत मात्रा दीक्षितपुष्पया. ऐतिहासिकी पद्धतिः तया सर्वे द्विसहस्रं दातवः चतुर्दशसु भागेषु विभक्ताः. चतुर्दश भागेषु अजन्तदातवः अत्यन्तक्रमेण आयोजिताः. हलन्तदातवः उपदाक्रमेण विभक्ताः. ओके, अजन्तदातवः अन्त्यक्रमेण, हलन्तदातवः उपदाक्रमेण. ओके, किमर्थं तदा? पाणिनेः सूत्राणि तदा सन्ति. अजन्तधातूनां कृते सूत्राणां कार्यम् अन्तिमस्वरम् अनुसृत्य भवति. इगन्तम् अस्ति चेत् वा. अतः मात्रा एवमेव रीत्या अजन्तदातवः विभक्ताः. अकारान्तः अकारान्त, इकारान्त ईकारान्त, उकारान्त ऊकारान्त, ऋकारान्त ऋकारान्त, एजन्त च. हलन्तदातूनां कृते पाणिनेः सूत्राणां कार्यम् उपदामनुसृत्य भवति. नाम अन्तिमवर्णात् प्राक् यः वर्णः तम् अनुसृत्य इति. अतः तत्र हलन्तदातूनां कृते अदुपदा, इदुपदा, उदुपदा, ऋदुपदा, शेषवदातवः चेति. तत्सर्वम् अवगतम् इति चिन्तयामि. नूतनं नास्ति. अधुना दिवादिगणे अधुना दिवादिगणे शत्रन्तप्रातिपदिकनिर्माणं कथं भवति इति वीक्षताम्. अस्तु, पठामः वा? दिवादिगणः अत्रापि किमपि नूतनं नास्ति. अत्रापि दिवादिगणे अपि सर्वं पूर्वं पठितम्. किमपि नूतनं नास्ति. प्रश्नः अस्ति वा कस्यापि? सामान्यदातवः तत्र न न न प्रश्नः अस्ति वा कस्यापि? नास्ति महोदय. अस्तु अस्तु, रघुपतिमहोदय अग्रे पठतु. दिवादिगणः दिवादिगणः चत्वारिंशदधिक एकशतं दातवः, सामान्यदातवः तत्र पञ्चदशाधिक एकशतं दातवः. येषां धातूनां कृते शत्रन्तप्रातिपदिकनिर्माणसमये किमपि कार्यं नास्ति, केवलं वर्णमेलनं. इगन्तधातुः वा लघु इगुपदधातुः वा चेत् स्वरदातकम् अपित् निति च इत्याभ्यां गुणनिषेधः. आकारान्तधातुः एकः एव, माङ् माने इति, मा इति आत्मनिधातुः अस्ति, लटी मायते इति भवति, आत्मनेपदी अस्ति तत्र, मा मायते. शत्रन्तरूपं शतन्तरूपं नास्ति. किमर्थं आत्मनेपदी अस्ति? अस्तु, ईकारान्तदातवः दश दातवः सन्ति तत्र, पीपीयते ई, तत्र षन् इति गुणनिषेधः, पीपीयते ईयते, प्रीप्रीयते, रीयते, व्रीयते, दीयते, दीयते, धीयते, मीयते, लीयते. ऊकारान्तदातवः द्वे स्तः, द्वौ स्तः, सू सूयते, दू दूयते. अधुपददातवः नवदश, नश् शन् नश्य, नश्यत् इति भवति अथवा गुणित्वेन नश्यत् इति भवति. शक् शक्यत्, रद् रद्यत्, तप् तप्यत्, शप् शप्यत्, नभ् नभ्यत्, अस् अस्यत्, जस् जस्यत्, तस् तस्यत्, दस् दस्यत्, वस् वस्यत्, मस् मस्यत्, त्रस् रस्यत्, नः नह्यत् इति. इदुपददातवः तत्र सप्तदशदातवः सन्ति, स्निः स्निह्य स्निह्यत् इति भवति. तथैव सिद् सिद्ध्यत्, क्षिप् क्षिप्यत्, स्विद् स्विद्यत्, क्लिद् क्लिद्यत्, क्षिद् क्षिद्यत्, डिप् डिप्यत्, तिम् तिम्यत्, स्तिम् स्तिम्यत्, स्लिष् स्लिष्यत् इति भवति शत्रन्त प्रातिपदिकम्. अधुपददातवः तत्र अष्टात्रिंशत् दातवः सन्ति, कृद् योगशन् क्रुध्य इति भवति, उदुपददातवः कृद् क्षमतां, कृद् क्रुध्यत् अथवा क्रुध्यत्, भुद् बुध्यत्, युद् युध्यत्, कृप् कुप् कुप्यत्, पुष् पुष्यत्, तुषु तुष्यत्, शुच् शुष्यत्, शुच्यत्, उच् उच्यत्, युजु युज्यत्, लुट् लुट्यत् इति इति प्रातिपदिकं शत्रुपातिपदिकं भवति. अग्रे ऋदुपददातवः ऋकार उपादायं ऋकारः अत्र त्रयोदशदातवः सन्ति, नृत् इत्यस्य षन् अपि च शत्रुयोजनेन नृत्यत्, तथैव तृप् तृप्यत्, तृष् तृष्यत्, ऋद् ऋध्यत्, हृष् हृष्यत्, घृद् घृध्यत्, हृप् हृप्यत्, भ्रश् भ्रश्यत्, वृष वृष्यत्, कृष कृष्यत्. शेषदातवः तत्र पञ्चदशदातवः सन्ति, पुष्प इति यत्र षन् अपि च शत्रुप्रत्ययसमेलन पुष्प्यत् इति, तत्र किमपि कार्यं नास्ति. व्रीड् व्रीड्यत्, राध् राध्यत्. शेषदातवः इत्युक्ते तत्र आकारान्त अथवा अन्य उपधायां हलन्त अथवा किमपि अथवा दीर्घ ईकारान्त उकारान्त अथवा चेत् राध्यत्, स्टीं स्टीम्यत्. अवशिष्टाः सर्वे आत्मनेपदिनः. अत्र किमपि कार्यं नास्ति इति इति अस्ति तत्र सामान्यदातवः तत्र 115 दातवः सन्ति. एतानि रूपाणि किमपि नास्ति, केवलं तत्र अतोगुणि इत्यस्य कार्यमस्ति, अन्यत्र किमपि नास्ति. आगच्छन्ति किलु? आम् महोदय, एतत् सुलभमेव. आम् महोदय, प्रश्नः अस्ति वा कस्यापि? नास्ति महोदय. इदानीं बि बिन्दुः विशेषदातवः पञ्चविंशतिः दातवः सन्ति. प्रथमबिन्दुः अनिदित् धातूनाम् उपधायां नकारलोपः धातुः द्वे एव स्तः. यस्य धातोः ह्रस्व इकारस्य इत् संज्ञा भवति सः धातुः इदित् इति उच्यते. यः धातुः इदित् नास्ति सः अनिदित् इति उच्यते. अनिदितां धातूनाम् उपधायाः नकारस्य लोपः भवति किति निति प्रत्यये परे अस्ति चेत्. द्व्यादिगणे तादृशौ द्वौ धातू स्तः. रञ्ज् भ्रंश् इदानीमेव भ्रंश् विषये दृष्टवन्तः. रञ्ज् इति धातु इदानीं रघुपति आचार्येण एतत् उक्तमेव. तयोः शान्त्रन्तप्रातिपदिकनिर्माणम् अनया रीत्या क्रियते. धातुपाठे अनुस्वारः वर्गीयव्यञ्जनानां पञ्चमसदस्याः च इमे सर्वे मूले दन्त्यनकारः एव इति बोध्यम्. तदा सन्धिकार्येण यथा सङ्गम् अनुस्वारः अन्यानि वर्गीयव्यञ्जनानि च स्थाने आगच्छन्ति. अतः दिवादिगणे रञ्ज् धातोः मूलरूपम् अस्ति रञ्ज्. भ्रंश् धातोः मूलरूपम् अस्ति भ्रंशि इति. रञ्ज् नच्चपदान्तस्य जलि इत्यनेन जलि परे अस्ति चेत् अपदान्तस्य नकारस्य स्थाने अनुस्वारः आदेशः भवति. रञ्ज् इति भवति. अत्र अनुस्वारस्य ययि परसवर्णः इत्यनेन ययि परे अनुस्वारस्य स्थाने परसवर्ण आदेशः भवति. अतः जकारस्य अन्तिमवर्णः ञकारः रञ् इति भवति. अतः धातुः अस्ति रञ्ज्. परन्तु उपधायां नकारः अस्ति इति बोध्यम्. रञ्ज् योगः शन् अनिदितं हल उपधायः निति इत्यनेन निति प्रत्यये परे उपधायां स्थितस्य नकारस्य लोपः भवति. पूर्वमेव वयं दृष्टवन्तः. अतः रज् योगः शन् इत्यनेन यकारः भूत्वा रज्य इदानीं शत्रु अत् भवति. रज्यत् इति अतो गुणे इति सूत्रं कार्यं करोति. अतः पूर्वपरयोः पररूपम् आदेशः भूत्वा रज्यत् इति अन्तिमरूपं निष्पन्नं. तादृशमेव तादृशमपि ब्रंश् इति अत्र उपधाय नकारस्य लोपः भूत्वा अत्र अत् योजनेन ब्रंश्यत् इति भवति. अत्र ब्रंश्यति इति भवति तादृशमेव यथा पूर्वं दृष्टवन्तः रज्यत् इति. इदानीम् अनिदितं हल उपधाया निति इत्यनेन हलन्तधातूनां ह्रस्व इकारस्य इति संज्ञा नास्ति. तेषाम् उपधायां नकारः अस्ति चेत् तस्य नकारस्य लोपः भवति किति निति प्रत्यये परे अस्ति चेत्. अत्र अनुवृत्तिसहितसूत्रम् अनिदितम् अलः अङ्गस्य उपधायाः नकार न लोपः किति निति इति अस्ति. अनुस्वार आदेशः नच्च पदान्तस्य जलि इति सूत्रेण भवति. अत्र एतत् अपि वयं दृष्टवन्तः. नच्च पदान्तस्य जलि इत्यनेन जलि अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारः आदेशः भवति अपदान्तस्य. अनन्तरं तस्य अत्र जल् प्रत्याहारे वर्गस्य प्रथम द्वितीयः तृतीयः चतुर्थः एतत् वर्णाः अपि च श श स ह इति चतुर्विंशति वर्णाः सन्ति. परसवर्ण आदेशः अनुस्वारस्य ययि परसवर्णः. एतत् अपि वयं जानीमः एव. अनुस्वारस्य ययि परसवर्णः इत्युक्ते अत्र ययि अनुस्वारस्य स्थाने परसवर्णः आदेशः भवति. अत्र अनुवृत्तिसहितसूत्रम् अनुस्वारस्य ययि परसवर्णः संहितायाम् इति अस्ति. तावदेव महोदय. अस्तु, सर्वं जानीमः. आम् आम् महोदय. किमस्ति अनिदतां हल उपधाया निति अपि वयं जानीमः. किमपि नूतनं नास्ति. परसवर्णः अपि तादृशमेव. सर्वं सर्वं किमपि नूतनं नास्ति. एतत् रिविशन् एव. अस्तु कोऽपि जानाति वा किं जानाति महोदय प्रश्नः अस्ति वा कस्यापि न प्रश्नः नास्ति महोदय अस्तु अत्र अग्रे अपि स्थानेन्तरतमः अस्ति इदितोनुं धातोः अस्ति एतत् सर्वं जानीमः एव सम्प्रसारेण धातवः अत्र सम्प्रसारिणी कुत्र कुत्र भवति इति वयं पूर्वमेव जानीमः न सम्प्रसारणे सम्प्रसारणमपि अस्ति अनन्तरं गृहीजा वै वय व्यधि वष्टि विचति वृच्छति पृच्छति बृजतीनां निति च इत्यनेन अत्र सम्प्रसारिणी भूत्वा किं किं कार्यं भवति इति वयं पूर्वमेव जानीमः अत्र गृह इति धातुः स्वीकुर्मः चेत् अत्र गृह् इति गृह्णाति इति भवति युग्यनः सम्प्रसारणम् एकस्थाने यनः उल्टा अस्ति सम्प्रसारणं भवति अनन्तरं सम्प्रसारणच्च इत्यनेन अच् अस्ति चेत् अत्र पूर्वपरयोः एकः पूर्वरूपम् आदेशः भवति इति अनन्तरं न सम्प्रसारणे किं महोदय एकनिमिषः अग्रे बहु अग्रे गतवती हा एकनिमिषः महोदय स्पीड् स्पीड् मा करोतु अत्र अत्र इदितोनुं धातोः जानीमः एव सम्प्रसारणं जानीमः पुनः पठनीयमस्ति किञ्चित् भवति खलु एतावत् रीत्या झटिति मा करोतु तत्र पुनः स्मरणम् अस्ति इति चिन्तयित्वा पुनः पठनीयं सर्वं जानीमः परन्तु चिन्तनं पुनः कुर्मश्चेत् हानिः न भवति खलु अस्तु धन्यवादः महोदय तर्हि अनिताम् फल उपधाया निति सर्वं जानीमः खलु अनिदित् अस्ति अनिदित् अस्ति तत्र तर्हि कित् प्रत्ययपरे उपधायां नकारः अस्ति चेत् तस्य लोपः भवति इति अस्ति तदनन्तरं सम्प्रसारणमपि अस्ति तद् वयम् अग्रे पश्यामः तर्हि इदानीं समयः समाप्तः अस्ति गत किम् आगामी रविवासरे कुतः अग्रे पठामः वयम् इदितां धातूनां न लोपो न भवति तावत् अग्रे पठामः गतवर्गे वदामि वा महोदय वदतु गतवर्गे मया न अवगतं तत्र कर्तरि शत्रुप्रत्यये परे सर्वत्र शब्द तत्र भ्रमः आसीत् गतवर्गे अहं न आगतवती तस्मात् पुनरपि वक्तुं शक्यं वा अग्रिमवर्गे तत्र मया न अवगतं कर्तरि शप् कर्तरि नाम किम् अहं पुनरपि पठामि न तत्र शत्रुप्रत्ययः कर्त्रर्थे भवति नाम तत्र तस्य बोधनेन कर्तायाः बोधः भवति केचन प्रत्ययाः सन्ति येषां बोधनेन कर्मस्य बोधः भवति केषाञ्चित् प्रत्ययानां बोधनेन कर्तुः बोधः भवति तर्हि शत्रुशानस् प्रत्यये कर्तुः बोधः भवति अतः तत्र कर्तृर्थके भवति कर्तृर्थके भवति अतः कर्तरि शप् मध्ये तत्र भवति कर्तरि सावधातुकप्रत्यये परे शप् आगच्छति इति पुनः एकवारं पठतु तत् छेदः परन्तु मात्रा भोजनं खादन् पुत्रः कथां श्राव्यते इति वाक्यं मया कथं मया न अवगतं तत्र नाम सम्पूर्णवाक्यं यदि कर्मवाच्ये यदि अस्ति चेत् अस्ति चेदपि तत्र शर्त्रर्थ शत्रुप्रत्ययान्तः अस्ति तत्तु कर्त्रर्थके एव अस्ति वाक्यकर्मवाच्यमस्ति यथा तत्र कर्मस्य बोधः भवति, परन्तु यत् शत्रिप्रत्ययस्य यत् सब् वाक्यमस्ति तत्र सब् पार्ट् अस्ति तत्तु कर्तृथक एव अस्ति, तस्य कर्त्रा सह एव तस्य योजनं भवति सर्वदा। तत्र वाक्यं किमपि भवतु कर्मवाच्य कर्तृवाच्य शत्र खादन् पुत्रः इति खादन् पुत्रम् इति किल वा, किमर्थं पुत्रः, किमर्थं प्रथमा विभक्ति तत्र? सम्पूर्णवाक्यं कर्मवाच्ये अस्ति अतः कर्ममध्ये प्रथमविभक्तिः अस्ति, परन्तु खादन् यद् अस्ति कृदन्त यत् अस्ति शब्द तस्य कर्म वा इति विशेष्येण तस्य योजन विशेष्येण तस्य सम्बन्धः भवति, यतोहि विशेषणविशेषसम्बन्धः अस्ति खलु। सम्पूर्णवाक्यस्य तु कर्मवाच्यत्वं भवितुं शक्नोति, परन्तु शत्रुप्रत्ययस्य अत्र पुत्रेण सह भवति, पुत्रः कर्ता अस्ति अतः तत्र कर्तृत्वके अस्ति इति। तस्य किञ्चित् भ्रमः अस्ति। किं भ्रमः अस्ति? भोजनं कृदन्त कृत्प्रत्ययानां कृते कर्मवाच्य कर्तृवाच्य इति विशेष्येण तस्य सम्बन्धः भवति, न तु यथा सामान्यतया वयं जानीमः तिङ्गन्तपदं दृष्ट्वा सम्बन्धः भवति तथा न, विशेष्येण एव तस्य सम्बन्धः भवति। ओ पुत्रः खादन् इति विशेषणं, पुत्रस्य विशेषणं वा? विशेष्य अस्ति, खादन् विशेषणमस्ति, विशेषणमस्ति तत्रैव कर्ता, पूर्णवाक्य कर्मवाच्य अस्ति, परन्तु खादन् पुत्रः, खादन् पुत्रः एव कर्ता तत्र। The son eating, the son eating, son being listened to the story by the mother. Peculiar. Mahodaya namaskarah, shubha ratri, dhanyavadah mahodaya. Dhanyavadah. Dhanyavadah mahodaya.